वणादिकोशः वणादिकोशः पञ्चमः पादः पञ्चमः पादः एडुवन्दल मुप्पै ओकटि दधातेर् नुट् च दधातेर् यन् नुट् च दधातेर् यन् नुट् च दधातेर् यन् नुट् च दधातेर् यन् नुट् च दधातेर् यन् नुट् च दधातेर् यन् नुट् च दधातेर् युन् नुट् च दधातेर् यन् नुट् च दधातेर् यन् नुट् च दधातेर् यन् नुट् च दधातेः यत् नुट् च दधातेः यत् नुट् च दधातेः यत् नुट् च दधातेः यत् नुट् च दधातेः यत् नुट् च दधातेः यत् नुट् च दधातेर् यन् नुट् च दधातेर् यन् नुट् च दधातेर् यन् नुट् च दधातेः यत् नुट् च दधातेर् यन् नुट् च दधातेर् यन् नुट् च दधातेर् यन् नुट् च दधातेः यत् नुट् च दधातेः यत् नुट् च जीर्यतेः क्रिन् रश्च वः जीर्यतेः क्रिन् रश्च वः जीर्यतेः क्रिन् रश्च वः जीर्यतेः क्रिन् रश्च वः जीर्यतेः क्रिन् रश्च वः जीर्यतेः क्रिन् रश्च वः जीर्यतेः क्रिन् रश्च वः जीर्यतेः क्रिन् रश्च वः जीर्यतेः क्रिन् रश्च वः जीर्यतेः क्रिन् रः च वः जीर्यतेः क्रिन् रः च वः जीर्यतेः क्रिन् रः च वः जीर्यतेः क्रिन् रः च वः जीर्यतेः क्रिन् रः च वः जीर्यतेः क्रिन् रः च वः जीर्यतेः क्रिन् रः च वः जीर्यतेः क्रिन् रः च वः जीर्यतेः क्रिन् रः च वः मव्यतेर्यलोप मश्चाप् तुट् चालः मव्यतेर्यलोपो मश्चाप् तुट् चालः मर्यतेर्यलोपो मश्चाप् तुट् चालोपः मर्यतेर्यलोपो मश्चाप् तुट् चालोपः मव्यतेर्यलोपो मश्चाप् तुट् चालः मव्यतेर्यलोपो मश्चाप् तुट् च तुट् चालः मव्यतेर्यलोपो मश्चाप् तुट् चालः मव्यतेर्यलोपो मश्चाप् तुट् चालः मव्यतेर्यलोपो मश्चाप् तुट् चालः मव्यतेर्यलोपो मश्चाप् तुट् चालः मव्यतेर्यलोपो मश्चाप् तुट् चालः मव्यतेर्यलोपो मश्चाप् तुट् चालः मव्यतेः या लोपः महा च आप् तुट् च आलः मव्यतेः या लोपः महा च आप तुट् च आलः मव्यतेः या लोपः महा च आप् तुट् च आलोप् आलः मव्यतेः या लोपः महा च आप् तुट् च आलः मव्यतेः या लोपः महा च आप् तुट् च आलः मव्यतेः या लोपः महा च आप् तुट् च आलः मव्यतेर्यलोपो मश्चाप् तुट् चालः मव्यतेर्यलोपो मश्चाप् तुट् चालः रुजेः कीकच् रुजेः कीकच् रुजेः कीकच् रुजेः कीकच् रुजेः कीकच् रुजेः कीकच् रुजेः कीकच् रुजेः कीकच् तनोतेर् डावुः सन्वच्च तनोतेर् डावुः सन्वच्च तनोतेर् डावुः सन्वच्च तनोतेर् डावुः सन्वच्च तनोतेर् डावुः सन्वच्च तनोतेर् डावुः सन्वच्च तनोतेर् डावुः सन्वच्च

लोपश्च लो नाम च क्लिसे रिच्छोपधयः कन् लोपश्च लो नाम च क्लिसे रिच्छोपध क्लिसे रिच्छोपधयः कन् लोपश्च लो नाम च क्लिसे रिच्छोपधयः कन् लोपश्च लो नाम च क्लिसे रिच्छोपधयः कन् लोपश्च लो नाम च क्लिसे हे ईत् च उपधयः कन् लोपः च लः नाम क्लिसे हे ईत् च उपधयः कन् लोपः च लः नाम च क्लिसे हे ईत् च उपधयः कन् लोपः च लः नाम च क्लिसे हे ईत् च उपधयः कन् लोपः च लः नाम च क्लिसे हे ईत् च अव्यय उपधयः कन् लोपः च लः नाम च क्लिसे हे ईत् च उपधयः कन् लोपः च लः नाम च क्लिसे रिच्छोपधयः कन् लोपश्च लो नाम च क्लिसे रिच्छोपधयः कन् लोपश्च लो नाम च अश्नोते रासुकर्मणि वरिट् अश्नोते रासुकर्मणि वरिट् अश्नोते रासुकर्मणि वरिट् अश्नोते रासुकर्मणि वरिट् अश्नोते रासुकर्मणि वरिट् अश्नोते रासुकर्मणि वरिट् अश्नोतेः आसुकर्मणि वरट् च अश्नोतेः आसुकर्मणि वरट् च अश्नोतेः आसुकर्मणि वरट् च अश्नोतेः आसुकर्मणि वरट् च अश्नोतेः आसुकर्मणि वरट् च अश्नोतेः आसुकर्मणि वरट् च अश्नोते रासुकर्मणि वरट् च अश्नोते रासुकर्मणि वरट् च अश्नोते रासुकर्मणि वरट् च अश्नोतेः आसुकर्मणि वरट् च चतिरुरन् चतिरुरन् चतिरुरन् चतिरुरन् चतिरुरन् चतिरुरन् चतिः उरन् चतिः उरन् चतिः उरन् चतिः उरन् प्रातः तेररन् प्रातः तेररन् प्रातः तेररन् प्राततेः उरन् प्राततेः अरन् प्राततेः अरन् प्राततेः अरन् प्राततेः अरन् प्राततेः प्राततेररन् प्राततेररन् प्राततेररन् प्राततेररन् प्राततेः अरन् प्राततेः अरन् प्राततेररन् प्राततेः अरन् प्राततेः अरन् प्राततेररन् अमे स्तुट् च अमे स्तुट् च अमे स्तुट् च अमे स्तुट् च अमे स्तुट् च अमे हे तुट् च अमे हे तुट् च अमे हे तुट् च अमे स्तुट् च दहेर्गो हलोपो दश्चनः दहेर्गो हलोपो दश्चनः दहेर्गो हलोपो दश्चनः दहेर्गो हलोपो दश्चनः दहेर्गो हलोपो दश्चनः दहेर्गो हलोपो दश्चनः दहेर्गो हलोपो दश्चनः दहेर्गो हलोपो दश्चनः दहेः गः हलोपः दः च नः दहेः गः हलोपः दः च नः दहेः गः हलोपः दः च नः दहेः गः हलोपः दः च नः दहेः गः हलोपः दः च नः दहेर्गो हलोपो दश्चनः दहेर्गो हलोपो दश्चनः सिचेः संज्ञायां हनुमौ कश्च सिचेः संज्ञायां हनुमौ कश्च सिचेः संज्ञायां हनुमौ कश्च सिचेः संज्ञायां हनुमौ कश्च सिचेः संज्ञायां हनुमौ कश्च सिचेः संज्ञायां हनुमौ कश्च सिचेः संज्ञायां हनुमौ कश्च सिचेः संज्ञायां हनुमौ कः च सिचेः संज्ञायां हनुमौ कः च सिचेः संज्ञायां हनुमौ कः च सिचेः संज्ञायां हनुमौ कः च सिचेः संज्ञायां हनुमौ कः च सिचेः संज्ञायां हनुमौ कश्च सिचेः संज्ञायां हनुमौ कश्च व्यांगी घ्रातेश्च जातौ व्यांगी घ्रातेश्च जातौ व्यांगी घ्रातेश्च जातौ व्यांगी घ्रातेश्च जातौ व्यांगी घ्रातेः च जातौ व्यांगी घ्रातेः च जातौ व्यांगी घ्रातेः च जातौ व्यांगी घ्रातेः च जातौ व्यांगी घ्रातेः च जातौ व्यांगी घ्रातेश्च जातौ व्यांगी घ्रातेश्च जातौ हन्ते रच घुरच हन्ते रच घुरच हन्ते रच घुरच हन्ते रच घुरच हन्ते रच घुरच हन्ते हे अच घुरः च हन्ते हे अच घुर घुरा च हन्ते हे अच घुरा च हन्ते हे अच घुरा च क्षमे रूपधा लोपश्च क्षमे रूपधा लोपश्च क्षमे रूपधा लोपश्च क्षमे रूपधा लोपश्च क्षमे रूपधा लोपश्च क्षमेः उपधा लोपः च क्षमेः उपधा लोपः च क्षमेः उपधा लोपः च क्षमेः उपधा लोपः च तरतेर्ड्रिहि तरतेर्ड्रिहि तरतेर्ड्रिहि तरतेर्ड्रिहि तरतेर्ड्रिहि तरतेः ड्रिहि तरतेः ड्रिहि तरतेः ड्रिहि तरतेः ड्रिहि ग्रहेरनिः ग्रहेरनिः ग्रहेरनिः ग्रहेरनिः ग्रहेः अनिः ग्रहेः अनिः प्रथेरमच् प्रथेरमच् प्रथेरमच् प्रथेरमच् प्रतेः अमच् प्रतेः अमच् प्रतेः अमच् चरेश्च चरेश्च चरेः च चरेः च चरेश्च चरेः च मङ्गेरलच् मङ्गेरलच् मङ्गेरलच् मङ्गेः अलच् मङ्गेः अलच् मङ्गेः अलच् मङ्गेः अलच् मङ्गेरलच् सप्तम समाप्तश्चायां ग्रन्थः समाप्तश्चायां ग्रन्थः समाप्तश्चायां ग्रन्थः